हा आम् सुनील महोदय, इदानीं प्रश्नः पृच्छति वा? अपि च हा, तर्हि इदानीम् अस्माकं नूतनन्यायवर्गे वयं तत्र विभागस्य प्रसङ्गे स्मः. तर्हि अत्र भवतः प्रश्नः आसीत् खलु, तर्हि पृच्छतु, तस्मात् आरम्भं कुर्मः. अत्र एकः घटः अस्ति, अत्र तस्मिन् घटे एकत्वम् अस्ति इति. यदा द्वित्वस्य विषये सप्तवृक्षाः सन्ति इति वदामः चेत् अत्र वृक्षेषु द्वित्वं स्थापयामः अत्र. अतः स्थापयामः इति न, द्वित्वम् इति गुणः तत्र इत्युक्ते तत्र यदा एकः एव वृक्षः अस्ति चेत् तत्र एकत्वम् अस्ति इति एवं चिन्तयामः. तत्र एकः घटः इति स्वीकरोतु, तत्र घटे एकत्वम् अस्ति, पुनः अन्यः घटः अन्यस्मिन् कोष्ठे अस्ति इति चिन्तयतु, तस्मिन्नपि एकत्वम् अस्ति. प्रथमकोष्ठे एकः घटः, तस्मिन् एकत्वं, द्वितीयकोष्ठे अन्यः घटः, तस्मिन्नपि एकत्वम्. इदानीं द्वितीयकोष्ठे यः घटः अस्ति, सः घटः तत्र प्रथमकोष्ठे आगत आनयामः इति चिन्तयतु. तत्र सः घटः इदानीं प्रथमकोष्ठे अस्ति चेत् तत्र इदानीं तत्र कोष्ठे घटद्वयमस्ति, सत्यं? तर्हि प्रथमघटे तत्र, तर्हि तत्र घटे एकत्वमपि अस्ति, द्वित्वमपि अस्ति इदानीम्. अतः इत्युक्ते एकैकघटं स्वीकुर्मः चेत् तत्र अधिकरणम् एकैकघटं घटः के अस्ति किल, अधिकरणं घटः एव, सत्यं. द्वितीयस्यापि अधिकरणं घटः एव. तत्र मिलित्वा इत्युक्ते आहत्य घटेषु इति वदामः वा अथवा तदेव मम प्रश्नः? न, घटे घटे एव तत्र, तत्र घटे एव एकत्वम् अस्ति इत्युक्ते सङ्ख्या इति गुणः द्रव्ये एव भवति खलु, द्वित्वम् इत्यपि सङ्ख्या एव. तर्हि घटे एव भवति एकत्वं, द्वित्वं सर्वं. परन्तु यदा तत्र समूहः अस्ति तदा एव तत्र द्वित्वम्, अपि च तदनन्तरं तत्र दशपर्यन्तम् अथवा शतपर्यन्तं यत्किमपि भवतु, परन्तु तत्र समूहः अस्ति चेत् एव तत्र द्वित्वमारभ्य तत्र सङ्ख्या आगच्छति. एकत्वम् इति सङ्ख्या एव तत्र उत्पत्ति अनन्तरक्षणं भवति, तावदेव. तदेव मम प्रश्नः आसीत्, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे सरेम. तर्हि भवान् एव आरम्भं करोति वा? अत्र पुस्तके तत्र संक्षेपतः इत्यस्मात् संक्षेपतश्च गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वा भवति इति आगतम्. अतः इदानीं वयं सप्ताहद्वये वयम् अत्र चर्चां कृतवन्तः गुणनाशः कथं भवति इति. अतः अत्र समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणानान्तरेण कालेन रोगेण चरमस्मरणेन भवति इति वयं दृष्टवन्तः. विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति, किम् अनुमानम् उच्यते? अतः इदानीं वयं विभागप्रसङ्गे आस्म. अत्र इदानीं एतस्य विषयस्य विवरणं स्वीकृत्य अत्र कः लाभः इति प्रश्नः. अतः अत्र विभागप्रसङ्गे एतादृशविवरणसौकर्यं भविष्यति अत्र अनुमानम् इति स्वीकृत्य. अत्र तस्य पूर्वस्मिन् परिच्छेदे तत्र समवायिकारणनाशात् निमित्तकारणनाशात् इति सर्वम् आसीत् खलु, तत्र किञ्चित् इतोपि यद्वयं पठितवन्तः तस्य विषये किञ्चित् स्थूलरीत्या वक्तुं शक्नोति वा, तत्र किञ्चित् तत्र पुनस्मरणम् अपि किञ्चित् भवेत् एव. अत्र समवायिकारणनाशात् इत्युक्ते यदा यः समवायेन समवायिकारणम् अस्ति तद् नाशः भवति चेत् तत्र गुणः नाशं भवति, इत्युक्ते कपालद्वयसंयोगः संयोगेन घटः आसीत् पूर्वम्, अतः कपालः समवायिकारणमासीत्. अत्र समवायिकारणनाशः भवति चेत् अत्र गुणः अपि नश्यति, अत्र घटे रूपम् आसीत् तदपि नश्यति इति. अनन्तरं सम्यक् वा भगिनि? अनन्तरं निमित्तकारणनाशात् इति अस्ति, यत्र तत्रैव वयं सङ्ख्याविषये अपि दृष्टवन्तः, यदा गुण किमपि निमित्तकारणेन अपि अत्र गुणनाशः भवति. सङ्ख्याविषये वयं दृष्टवन्तः एकत्वं द्वित्वम् इति अत्रादि, अत्र द्वित्वमिति समवायिकारणं नास्ति, अथवा कुत्रापि समवायिकारणं नास्ति असमवायिकारणं नास्ति निमित्तकारणम् अस्ति चेदपि गुणनाशः भवति. किं क्षम्यतां भगिनि, न द्वित्वम् इत्यत्र किं समवायिकारणं नास्ति इति उक्तवान्? अत्र क्षम्यता, अत्र अपेक्षाबुद्धिः इति एव स्वीकरणीयं किल. क्षम्यता, अत्र अत्र अपेक्षाबुद्धिः, कार्यं किम् अपि च कारणं किं, केन केन प्रकारकं कारणम् इति किञ्चित्. अत्र अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति, तत्र द्वित्वम् इति सङ्ख्या इति स्वीकुर्मः चेत् अपेक्षाबुद्धिः इति निमित्तकारणं नास्ति चेत् तत्रापि गुणस्य नाशः भवति. अनन्तरम् अस्ति समानाधिकरणगुणानन्तरेण अपि नाशः भवति इति, घटे तेजसंयोगः भवति तत्र रूपपरिवर्तनं भवति, ततः अत्र रूपस्य नाशः भवति इति. तत्र समानाधिकरणगुणान्तरः इति कः? अत्र समानाधिकरणं घटः एव अत्र किल, तत्र रूपम् अस्ति तत्र तेजः अपि भवति चेत् रूपस्य नाशः भवति अथवा अन्यरूपं. तत्र अस्तु, तत्र समानाधिकरणगुणान्तरेण इत्युक्ते किं, समानाधिकरणे किम् अस्ति? अत्र कश्चन गुणः अस्ति इति, अत्र अन्तर्भूतः अस्ति इति. कश्चन गुणः इत्युक्ते गुणान्तरः इत्युक्ते भिन्नगुणः खलु, रूपं विहाय किमपि अन्यगुणः अस्ति इति. तर्हि भवान् उक्तवान् घटः अस्ति, घटे रूपम् इति गुणः, घटे तेजः अपि अस्ति चेत् तत्र तेन तत्र रूपं परिवर्तनं भवति इति. परन्तु प्रश्नः अस्ति तेजः गुणः वा? तेजः गुणः किल, तेजः इति गुणः वा तत्र प्रथमपुटे, हा प्रथमपुटं पश्यतु तत्र किम् अस्ति, अत्र तेजः इति कस्मिन् कस्यां श्रेण्याम् अस्ति? तेजः इति नवद्रव्येषु अन्यतमः खलु. आमामां, तर्हि तत्र वस्तुतः गुणः भवतः दृष्टान्तः दृष्टान्तः तु सम्यक् एव, परन्तु तत्र वस्तुतः तेजः नास्ति घटे, किमपि कश्चन गुणः अस्ति खलु. कः गुणः अस्ति घटे? अत्र उष्णः इति स्वीकुर्मः अत्र, न तत्र वस्तुतः तेजसंयोगः खलु. ओ संयोगः एव, संयोगः इति गुणः, संयोगः इति गुणान्तर समानाधिकरणमस्ति घटः, तर्हि तत्र संयोगः इति गुणान् इति अन्यगुणेन तत्र रूपस्य परिवर्तनं भवति इति एव. अग्रे अत्र कालेन रोगेण अपि भवति इति, यदा किमपि वयं दृष्टवन्तः कालानन्तरं वयं तद् न स्मरामः, तत्रापि गुणनाशः भवति अथवा रोगेण भवति इति, यथा वार्धक्यं भवति इति, अथवा अनन्तरं चरमस्मरणेन अपि गुणनाशः भवति इति, अथवा अन्तिम क्षणे अपि वयं न स्मरामः अथवा कुत्रापि संस्कारः नास्ति तत्र, तत्रापि गुणनाशः भवति. तदेव किल भगिनि, कोन महोदय भवान् तत्र क्षम्यताम्, इदानीं न शृणोमि भवति. हरि ओम्, न शृणोमि. अखिल भगिनी, भवत्याः ध्वनिः सम्यक् न शृणोति. हरि ओम्. हरि ओम्, इदानीं श्रूयते वा? आम् आम् आम्. हा अस्तु, तर्हि शुकवनं महोदय, भवान् तत्र करपत्रात् पठितुं शक्नोति वा किञ्चित्? पठामि भगिनि, कुतः आरभ्य? करपत्रात् आरम्भः. हा हा, अनुमानप्रमाणं विभागः अतिरिक्तः गुणः इति. विभाग साधकम् अनुमानं किम् इति चेत् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. तत् मूले अस्ति किल भगिनि? सत्यं सत्यं. तर्हि तस्य वाक्यस्य एव किञ्चित् विवरणम् अस्ति अस्मिन् करपत्रे, तदनन्तरं किञ्चित् अनुमानस्य विषये अपि आगच्छति. तर्हि आम् आम्, किन्तु मूले तत् प्रथमं न पठामः वा? हा, इत्युक्ते तत्र किञ्चित् अधिक एतस्य वाक्यस्य एव प्रथम इत्युक्ते एतत् वाक्यमेव प्रथमवाक्यम् अस्ति तस्मिन् नूतनपरिच्छेदे, तर्हि हा तर्हि करपत्रात् एव पठेम तदर्थमेव. किन्तु तस्य सन्दर्भः तत् एतद् वाक्यस्य पूर्वं वाक्यद्वयमस्ति. ओ एवं वा, तत्तु पठितवन्तः खलु न वा? क्षम्यतां मम दोषः, तर्हि तत्र न पठितं न सुनील् महोदय पठितवान् खलु तत्र अनुमानम् इति प्रसङ्गे विभागसाधनाय खलु अस्माभिः प्रवृत्तं कः नामः चन्द्रणस्य पक्ष्यमान. भवानेव पठतु. हा सुनील् महोदय पठितवान्, तदनन्तरं तत्र पूर्वविषये किञ्चित् चर्चा जाता, तदर्थमेव प्रायः समः आगतः. चिन्ता नास्ति, भवान् तत् पठित्वा एव एतस्य करपत्रस्य पठनारम्भं करोतु. विभागसाधनाय खलु अस्माभिः प्रवृत्तं कः लाभः अस्य विवरणस्य वक्ष्यमान अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. किम् अनुमानम् उच्यते? इदानीम् आगच्छति. आश्रय नाश अजन्य गुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्य गुणनाश नाशत्वात् पाकजरूपनाशवत्. विभागस्य साधनाय खलु अस्माभिः प्रवृत्तम् इति इदानीम् अस्माकं चिन्तनमपि च चर्चा विभागविषये एव अस्ति. संयोगनाशको गुणः विभागः इति विभागस्य लक्षणं दत्तमासीत्. विभागस्य विभागसाधनं तत् लक्षणं साधनं साधनाय एव अस्माभिः वयम् इदानीं प्रवृत्तवन्तः. किन्तु तन्मध्ये द्रव्यनाशः केन केन कारणेन भवति, अपि च गुणनाशः केन केन कारणेन भवति इति अस्माभिः दृष्टं. तस्य लाभः कः इति पृष्ट्वा वक्ष्यमान अनुमानेन विभागसाधके विवरणसौकर्यं भविष्यति. वक्ष्यमान इत्युक्ते यद् इदानीमेव वदिष्यति, इतः पूर्वं न उक्तम्, इदानीमेव वदिष्यति. किं वदिष्यति? अनुमाने इत्युक्ते विभागः अनुमानेन एव ज्ञायते इति इदानीमेव वदिष्यति. तेन विभागं साधयन्ति नैयायिकाः. तस्य विवरणसौकर्यार्थं द्रव्यस्य नाशः केन कारणेन भवति, अपि च गुणनाशः केन कारणेन गुणस्य नाशः केन कारणेन भविष्यति इति अस्माभिः दृष्टं. समवायिकारणनाशाद्वा, निमित्तकारणनाशाद्वा, समानाधिकरणगुणान्तरेण वा, अपि च कालेन रोगेण चरमेण स्मरणेन वा इति केवलं तत्र संस्कारविषये एव वयं दृष्टवन्तः. इदानीं विभागस्य साधनाय अनुमानं किम् इति उच्यते. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति पुस्तके दत्तमस्ति. तस्मिन् विषये एतत् करपत्रं निर्मितम्. इदानीं करपत्रे पठामि भगिनि. विभागसाधकम् अनुमानं किम् इति चेत् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः. आश्रयनाश अजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. अत्र गुणः इत्युक्तौ संयोगः, आश्रयः इत्युक्तौ घटपटः, घटः पटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र तादृशसंयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति. अत्र अस्मिन् अनुमानवाक्ये पदचतुष्टयमस्ति, आश्रयनाश अजन्यगुणनाशः इति एकं, समानाधिकरणगुणजन्यः इति द्वितीयम्, आश्रयनाश अजन्यगुणनाशत्वात् इति तृतीयं, पाकजरूपनाशवत् इति चतुर्थम्. अत्र प्रथम पदस्य विवरणम् अस्मिन् परिच्छेदे दत्तमस्ति, आश्रयनाश अजन्यगुणनाशः. इदानीम् उदाहरणं स्वीकृत्य तस्य विवरणं दत्तमस्ति. घटपटयोः संयोगः अस्ति, प्रायः भूतले पटः अस्ति, तस्मिन् उपरि वयं घटं स्थापयामश्चेत् घटपटयोः मध्ये इदानीं संयोगः अस्ति इति स्थितौ घटः पटात् विभक्तः. कोऽपि आगत्य ततः घटः नयति चेत् यद् संयोगः घटपटयोः मध्ये पूर्वम् आसीत् तत् विभक्तं भवति इदानीम्. इत्युक्ते तत्र यत् संयोगः आसीत् तद् इदानीं नष्टः भवति, केवलं तत्र पटः एव तिष्ठति, अन्यस्मिन् स्थले घटः तिष्ठति इति कृत्वा संयोगः तयोः मध्ये यत् संयोगः आसीत् तद् इदानीं नष्टः इति सर्वे जानन्ति एव. आश्रयनाश अजन्यगुणनाशः इत्युक्ते आश्रयनाशेन अजन्यगुणनाशः. वयं पुस्तके पठितवन्तः समवायिकारणनाशात् गुणनाशः भवितुम् अर्हति. उदाहरणार्थं कपालनाशात् घटनाशः वा, नो चेत् घटनाशात् तस्मिन् आश्रितरूपस्य नाशः वा भवति इति दृष्टवन्तः. तत्तु आश्रयनाशेन जन्यगुणनाशः. यदि घटस्य रूपमपि नश्यति घटनाशेन इति वयं स्वीकुर्मश्चेत् तत्र गुणस्य घटरूपस्य आश्रयः तु घटः एव, तेन नाशेन तस्मिन् आश्रितं गुणमपि नश्यति. तत्तु आश्रयनाशेन जन्यगुणनाशः. इदानीं आश्रयनाशेन अजन्यगुणनाशः इत्येव अस्माकं विवक्षा. अत्र गुणः इत्युक्तौ संयोगः, आश्रय इत्युक्तौ घटः पटः च. घटपटयोः मध्ये संयोगः अस्ति यदा घटः पटे अस्ति चेत्. संयोगः इति गुणः द्विनिष्ठः इति वयं जानीमः. संयोगः घटे अपि अस्ति पटे अपि अस्ति इति कारणात् घटः अपि संयोगस्य आश्रयः, पटः अपि संयोगस्य आश्रयः. अस्मिन् दृष्टान्ते यदा कोऽपि घटं ततः नयति चेत् घटस्य नाशः न अभवत् अपि च पटस्य नाशः अपि न अभवत्, किन्तु घटपटयोः मध्ये यत् संयोगः आसीत् केवलं तस्य नाशः एव भवति इति कृत्वा आश्रयनाशः, संयोगः यस्मिन् आश्रितं घटः वा पटः वा, तयोः नाशः न अभवत् किन्तु संयोगस्य नाशः अभवत् इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति वयं वक्तुं शक्नुमः. अत्र आश्रयः इत्युक्ते घटः अपि च पटः, गुणः इत्युक्ते संयोगः. आश्रयनाश अजन्य गुणं नश्यति किन्तु तत्तु आश्रयनाशात् न अभवत् किन्तु अन्यकारणेन अभवत् इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति वक्तुं शक्नुमः. तावदेव. अग्रे पठतु. भगिनी. हा अग्रे महोदय. अग्रे सम्यक् न श्रुतवन्तः. अस्तु, इदानीं व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः, आश्रयनाशात् अजन्यगुणनाशः द्वयमपि साधुः साधु. व्यस्तप्रयोगे इत्युक्ते भगिनि? व्यस्तप्रयोगे इत्युक्ते तत्र समासः अस्ति खलु, तस्य विग्रहवाक्यं कुर्मः चेत् तदस्ति व्यस्तप्रयोगः. ओहोहोहो, अस्तु. यदा वयं आश्रयनाश अजन्यगुणनाशः इति समासः अस्ति, तस्य विग्रहवाक्यम् एतादृशं निर्मातुं शक्नुमः. आश्रयनाशेन सत्यं किमपि उक्तवती. आश्रयनाशेन अजन्यगुणनाशः इति अपि तस्य विग्रहवाक्यं निर्मातुं शक्नुमः. आश्रयनाशात् अजन्यगुणनाशः इति तृतीयम् तृतीया विभक्तिः नो चेत् पञ्चमी विभक्तिः अपि उपयुज्य तस्य विग्रहवाक्यं निर्मातुं शक्नुमः. किन्तु द्वयमपि एकमेव विषयं सूचयति. किमित्युक्ते आश्रयनाशः न भवति तथापि गुणस्य नाशः भवति इत्येव. किन्तु समासप्रसङ्गे यतोहि हेतुतृतीयतत्पुरुषः न भवति, हेतुपञ्चमीतत्पुरुषसमासश्च भवति, अतः अत्र हेतुपञ्चमीतत्पुरुषसमासः विग्रहवाक्यञ्च आश्रयनाशात् अजन्यगुणनाशः. कारणविवक्षायां या तृतीया भवति तया तृतीया तत्पुरुषसमासे न भवति व्यस्तप्रयोगे. किन्तु हरि ओम् महोदय. हरि ओम्. हा, प्रायः तस्य लिङ्क् कण्ठनम् अभवत् इति चिन्तयामि. आं, भवान् एव पठित्वा वदतु महोदय. अत्र आश्रयनाश अजन्यगुणनाशः इति तस्य विग्रहवाक्यं द्वयमपि भवति. एकवाक्यं तृतीया तत्पुरुषम् उपयुज्य वस्तुतः विग्रहवाक्यं तु पञ्चमीविभक्ति उपयुज्य एव भवति. यतोहि व्यस्तप्रयोगः इत्युक्ते तत्र समासम् अकृत्वा यदा वदामः तदा आश्रयनाशेन अजन्यगुणनाशः अथवा आश्रयनाशात् अजन्यगुणनाशः इति वक्तुं शक्नुमः. परन्तु यदा समासः भवति, समासस्य विग्रहवाक्यं तु पञ्चमी एव भवति. यतोहि तत्र हेतुपञ्चमी एव हेतुपञ्चमीपुरुषसमासः एव भवितुम् अर्हति, न तु हेतुतृतीया. अतः अत्र इदानीम् आश्रयनाशात् अजन्यगुणनाशः इति स्वीकुर्मः. अग्रे पठामि वा? श्रूयतां भगिनि, इदानीं योजितं प्रायः खण्डितः अभवत्. हा हा हा, खण्डितः अभवत्. तर्हि तत्र तु प्रश्नः नास्ति खलु महोदय, तत्र स्पष्टमेव खलु यद् भवान् पठितवान्. आम् मम अवगमनम् एतादृशम् आसीत्, आश्रयनाशेन अजन्यगुणनाशः इति अपि विग्रहवाक्यं वक्तुं शक्यते. आश्रयनाशात् अजन्यगुणनाशः इत्यपि विग्रहवाक्यं वक्तुं शक्यते. तदेव इदानीम् अहम् उक्तवती, क्षम्यतां, तत्र वस्तुतः विग्रहवाक्यं तु आश्रयनाशात् अजन्यगुणनाशः इति एव भवितुम् अर्हति. यतोहि तत्र विग्रहवाक्यम् इत्युक्ते तत्र समासस्य यदा एकवारं समासः जातः, समासस्य कृतं कृत्वा यदा वदामः तदेव भवति विग्रहवाक्यम् इति खलु. तत्र तु आश्रयनाशात् अजन्यगुणनाशः इत्येव भवितुम् अर्हति, यतोहि हेतुपञ्चमी तत्पुरुषसमासः एव अस्ति, हेतुतृतीया नास्ति इति कृत्वा. परन्तु यदा व्यस्तप्रयोगः इत्युक्ते समासम् अकृत्वा तत्र असमासप्रयोगः इत्युक्ते भिन्नभिन्न पदमुपयुज्य इत्युक्ते पदद्वयम् उपयुज्य यदा वदामः तदा तृतीया अपि भवितुम् अर्हति, पञ्चमी अपि भवितुम् अर्हति. परन्तु एकवारं समासः भवति चेत् समासस्य विग्रहवाक्यम् इति वदामः चेत् तत्र केवलं पञ्चमी भक्ति एव. ओ इत्युक्ते कारणविवक्षायां तृतीया वयम् उपयुज्यते, तत्र समासः न भवत्येव. हा सत्यं सत्यम् इत्युक्ते तत्र सत्यं. तर्हि तत्र समासम् अकृत्वा पृथक् पृथक् वदामः चेत् तत्र तृतीया अपि वक्तुं शक्नुमः, पञ्चमी अपि वक्तुं शक्नुमः, तत्र दोषः नास्ति. हा हा हा ओ व्यस्तप्रयोगे इत्युक्ते पृथक् पृथक् कृत्वा वदामश्चेत् इति. सत्यं समासम् अकृत्वा तत्र विग्रहवाक्यम् इति किमर्थम् उक्तवती चेत् विग्रहवाक्यम् इव इत्युक्ते तत्र समासं विना यदा वदामः तदेव व्यस्तप्रयोगः वस्तुतः. हा हा हा इदानीम् अवगतम्. अस्तु तर्हि सुनील् महोदय भवानेव अग्रे पठति वा. आम् समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः. समानाधिकरणगुणजन्यः गुणनाशः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्त्यतां. प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. समानाधिकरणगुणेन जन्यगुणनाशः, अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. समानाधिकरणगुणः इति विभागः, संयोगनाशः घटे पटे च विभागः अपि तदा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ. अत्र इदानीम् अस्माकं मूलवाक्यस्य द्वितीयभागः अस्ति समानाधिकरणगुणजन्यः इति. अत्र गुणनाशस्य विधेयः उद्देश्यविधेयभावः इति एव. तत्र उद्देश्यविधेयभावः स्मरति वा भवान्? अत्र अस्ति विशेषणविशेष्यभावः इति एव अस्ति इति. न इति चिन्तयितुं शक्नुमः इति अस्ति, परन्तु तत् वस्तुतः तद् नास्ति खलु. उद्देशविधेयभावः इत्युक्ते वस्तुतः तत्र एकं वस्तु अस्ति इति चिन्तयतु. तस्मिन् वस्तौ अन्यत् आरोपयामः चेत् तदस्ति उद्देशविधेयभावः खलु. इत्युक्ते एषः मम मित्रम् इति वदामः चेत् तत्र वस्तुतः विशेषविशेषणभावः नास्ति, परन्तु उद्देश्यविधेयभावः अस्ति. विशेषणविशेषभावः अस्ति चेत् तत्र समानविभक्तिकत्वम् इति तत्सर्वं वयं पूर्वं दृष्टवन्तः. तत्र समानाधिकरणत्वं सत्यं, परन्तु अत्र तु वस्तुतः उद्देश्यविधेयभावः इति अस्ति चेत् एषः इति कश्चन पुरुषः अस्ति, तस्मिन् मित्रत्वम् आरोप्यते खलु. तर्हि एषः मम मित्रम् इति अथवा एषा मम मित्रम् इति भवति, तदेव उद्देशविधेयभावः इति. तत्र अस्य कृते महोदयेन रचितं करपत्रमपि अस्ति, तद् वयम् अधीतवन्तः अस्मिन् अस्माकं कक्षायां. तर्हि किञ्चित् पुनःस्मरणत्वेन एकवारं पठनीयं चेत् अनन्तरं पठितुं शक्नुमः. अत्र इदानीं समानाधिकरणगुणेन जन्यगुणनाशः. अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः इति इत्युक्ते अत्र गुणनाशः इति अत्र संयोगनाशः इति सूचयति. इदानीम् अत्र समानाधिकरणगुणः इति विभागः, अतः यत्र संयोगनाशः भवति अत्र इदानीम् एषः गुणः विभागः इति. संयोगनाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशो समानाधिकरणं. अत्र घटपटयोः मध्ये अत्र संयोगः आसीत्, इदानीम् अत्र संयोगनाशः भवति, सः विभागः अस्ति. विभागः एकक्षणं, कः विभागः अस्ति? संयोगनाशः इति. न न, संयोगनाशः विभागः नास्ति खलु. वस्तुतः विभागेन संयोगनाशः जायते. अस्माकं विषयः तदेव अस्ति, तत्र संयोगनाशः विभागः तयोः मध्ये भेदः अस्ति इति साधनार्थमेव वयं एतस्य भागस्य पठनारम्भं कृतवन्तः. तस्य कृते एवं प्रवृत्तः वयं. तर्हि तत्र यद्भवान् उक्तवान् तत् सत्यं, घटे पटे संयोगः आसीत्, तस्य यदा विभागः जातः तदा तत्र संयोगनाशः अभवत्. तर्हि संयोगनाशः अपि घटे पटे, अपि च विभागः इति गुणः अपि घटे पटे खलु. तर्हि तत्र समानाधिकरणगुणजन्यः गुणनाशः इत्युक्ते तत्र समानाधिकरणगुणः अस्ति विभागः, तत्र गुणनाशः इत्युक्ते तत्र जन्यगुणनाशः इत्युक्ते तत्र समानाधिकरणगुणेन जन्यः गुणनाशः इत्युक्ते तदपि तदस्ति संयोगनाशः इति. अत्र इदानीम् अत्र विभागः संयोगनाशो समानाधिकरणमिति. अतः हा सत्यं सत्यं, समानाधिकरणौ न तु समानं. समानाधिकरणम् अग्रे महोदय. यथा घटे श्यामरूपम् अस्ति, तेजः संयोगेन तेजसंयोगेन तस्य नाशः भवति इति चेत् तेजसंयोगः च श्यामरूपनाशः च इमौ द्वौ समानाधिकरणौ. तेजसंयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः. अत्र समानाधिकरणगुणजन्यः इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः कथं ज्ञायते? वाक्यं दृष्ट्वा आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः नाम आश्रयनाश अजन्यगुणनाशसमानाधिकरणगुणः तेन जन्यः. तेन कः जन्यः? आश्रयनाश अजन्यगुणनाशः. अत्र इदानीम् अन्यद् उदाहरणमस्ति. घटे श्यामरूपमस्ति, अत्र तेजसंयोगेन अत्र तस्य नाशः भवति, रूपस्य नाशः भवति. अतः अत्र तेजसंयोगः श्यामरूपः रूपनाशः च अत्र एकस्मिन् अधिकरणे अस्ति, अत्र समानाधिकरणौ इति तौ. अतः तेजसंयोगेन घटे श्यामरूपस्य नाशः जायते, अतः अत्र श्यामरूपनाशः समानाधिकरणगुणजन्यः इति. तेजसंयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः. इत्युक्ते अत्र श्यामरूपम् आसीत् अतः तस्य नाशः तेजसंयोगेन भवति अतः तेजसंयोग श्यामरूप नाशः समानाधिकरणगुणजन्यः इति वदति इत्युक्ते अत्र नूतनगुणं जनयति इति वा हा समानाधिकरणगुणमिति तत्र किं तत्र तेजसंयोगः खलु तर्हि तेजसंयोगेन जन्यः श्यामरूपनाशः इति अत्र समानाधिकरणगुणजन्यः इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः इति अत्र प्रश्नः अस्ति अत्र तद् कथं ज्ञायते इति अतः अत्र वाक्यं दृष्ट्वा एव आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः अत्र इत्युक्ते आश्रयनाशजन्यगुणनाशसमानाधिकरणगुणः तेन जन्यः इति इत्युक्ते अत्र आश्रयनाश अजन्यगुणनाशः इति इत्युक्ते तत्र आश्रयनाशविना आश्रयनाशः न अभवत् तथापि जन्यगुणनाशः तस्य समानाधिकरणगुणः यदस्ति तेन तत्र आश्रयनाशः जन् इत्युक्ते तत्र तत्र संयोगनाशः संयोगनाशस्य समानाधिकरणगुणः अस्ति तेजसंयोगः तेजसंयोगेन इदानीं किं जायते तत्र कः जन्यः इत्युक्ते आश्रयनाशाजन्यगुणनाशः इत्युक्ते संयोगनाशः एव क्षम्यताम् इदा अत्र तु श्यामरूपनाशः खलु श्यामरूपनाशः आश्रयनाशाजन्यगुणनाशः यतोहि इदानीं घटः तु अस्ति परन्तु घटस्य नाशः न अभवत् परन्तु रूपपरिवर्तनम् अभवत् तर्हि श्यामरूपनाशः अभवत् परन्तु घटः अस्ति इति कृत्वा श्यामरूपनाशः अस्ति आश्रयनाशाजन्यगुणनाशः इति अवगतं वा इत्युक्ते अत्र इदानीं अत्र तृतीयपदस्यैव किल अत्र मूलवाक्ये तृतीयपदस्य विवरणमेव आसीत् मूलवाक्ये तृतीयपदस्य विवरणं सत्यं सत्यं तृतीयवाक्यम् इति न तृतीयपदं तृतीयपदम् आगच्छति अग्रे सत्यं तर्हि अग्रे शुकोनं महोदय भवान् पठति वा हा पठामि भगिनि तत्पूर्वं समानादि अन्तिमवाक्ये नाम आश्रयनाश अजन्यगुणनाश समानाधिकरणगुणः तेन जन्यः इति अस्ति किल तत्र समानाधिकरणगुणजन्यः गुणः तेन जन्यः तत्र तृतीयम् उपयुज्य समासः अपि कृतं किल न तत्र समासः वस्तुतः न कृतः खलु तत्र तु व्यस्तप्रयोगः एव तेन कः जन्यः तत्र तस्मात् कः जन्यः इत्यपि वक्तुं शक्नुमः अस्मिन् वाक्ये व्यस्तप्रयोगः किन्तु मूलवाक्ये समानाधिकरणगुणजन्यः इति अस्ति किल तस्य विग्रहवाक्यं किम् समानाधिकरणगुणात् जन्यः इति खलु ओ यदि विग्रह हेतुतृतीया इति सत्यं हा हा हा यदा वस्त्रप्रयोगं कुर्मः चेत् तेन जन्यः इति वक्तुं शक्यते सत्यं द्वितीयं तु भगिनि सर्वदा संयोगः द्विनिष्ठः इति वक्तव्यम् इति मम चिन्तनं नो चेत् तेजसंयोगेन यदा घटे तेजसंयोगः भवति घट घटतेजयोः मध्ये संयोगः भवति तेजसंयोगः घटे अपि वर्तते इति कृत्वा समानाधिकरणं भवति घटमेव तत्र समानाधिकरणं रूपस्य अपि च तेजस्य न तेजसंयोगस्य तेजसंयोगस्य तेजसंयोगस्य सत्यं तेजसंयोगेन घटे उष्णं जायते किल तेजसंयोगेन घटे उष्णं जायते सत्यं तेन एव रूपं नश्यति अत्र किञ्चित् इतोपि वक्तव्यं वा इति मम चिन्तनं तेजसंयोगेन इत्युक्ते संयोगः भिनिष्टः एकस्य आश्रयः तु तेजः तेजसंयोगस्य एकस्य आश्रयः तेजः इति न खलु वस्तुतः तत्र संयोगः भिनिष्टः संयोगः घटे अपि अस्ति तेजसि अपि अस्ति तर्हि इदानीं वयं घटस्य प्रसङ्गे एव स्मः तत्र घटे तेजसंयोगः अस्ति घटे श्यामरूपम् अस्ति यदा तेजसंयोगः भवति तदा तत्र प्रक्रिया किं भवति इति अस्माकं तत्र अवधानम् आवश्यकं नास्ति अस्माकं विषयस्य कृते तत्र यदा तेजसंयोग इति इत्युक्ते तत् आनुभविकं खलु यदा तेजसंयोगः भवति तदा घटे विद्यमानं श्यामरूपं नश्यति इत्येव तत्र तर्हि समानाधिकरणमस्ति घटः घटे तेजसंयोगः अपि अस्ति श्यामरूपमपि अस्ति इदानीं घटस्य नाशः न अभवत् परन्तु तत्र तेजसंयोगः अस्ति इति कृत्वा तेन तत्र रूपनाशः अभवत् इत्युक्ते गुणनाशः अभवत् संयोगेन रूपस्य नाशः कीदृशसंयोगः इत्युक्ते तेजसंयोगः तावदेव सत्यम् अस्तु भगिनि अग्रे पठामि यथा श्यामरूपं तद्वत् घृते द्रवत्वं घृते तेजसंयोगः आनीयते चेत् तेजः संयोगेन च घृते विद्यमानद्रवत्वरूपनाशः जायते अत्र द्रवत्वनाशः तेजसंयोगः च इमौ समानाधिकरणौ अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः अत्र द्वितीयम् उदाहरणं स्वीकृत्य एतदेव प्रतिपादयति आश्रयनाश अजन्यगुणनाशसमानाधिकरणगुणजन्यः इति तस्य विवरणं घृते द्रवत्वम् अस्ति इति वयं जानीमः यदा घृते तेजसंयोगः जायते तत्र तेजसंयोगेन घृते विद्यमानद्रवत्वरूपनाशः अपि जायते तत्र रूपः इत्युक्ते रूपम् इति गुणः नास्ति किन्तु तत्र द्रवत्व आकारः यद्द्रवत्वम् आसीत् तद् नश्यति इति इत्युक्ते पूर्वं तत्र किञ्चित् काठिन्यम् आसीत् इदानीं तत् काठिन्यं नश्यति किमर्थं तेजसंयोगेन इति कारणेन अत्र द्रवत्वनाशः तेजसंयोगः च इमौ समानाधिकरणौ कुत्र इत्युक्ते घृते द्रवत्वनाशः द्रवत्वम् अपि घृते आसीत् तेजसंयोगः अपि घृते आसीत् तेजसंयोगेन यत् घृते आसीत् तेन द्रवत्वनाशः अभवत् इति कृत्वा अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः द्रवत्वम् इति गुणं तस्य नाशः अभवत् केन कारणेन इत्युक्ते तेजसंयोगेन तत् तेजसंयोगः कुत्र वर्तते इत्युक्ते घृते एव द्रवत्वमपि घृते तेजसंयोगः अपि घृते इति कृत्वा तौ समानाधिकरणौ इति कृत्वा समानाधिकरणगुणजन्यः किम् इत्युक्ते कः इत्युक्ते द्रवत्वनाशः एव समानाधिकरण इत्युक्ते तेजसंयोग गुणजन्यः इति अवगन्तव्यमत्र. अग्रे महोदय. प्रकृते प्रकृते इत्युक्ते यद् वयम् इदानीम् अधीत् पठ्यमानः अस्ति तद् प्रकृते आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश गुणजन्य गुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानस्य स्वरूपम्. अनुमानवाक्यस्य च चत्वारः भागः पक्षः साध्यं हेतुः दृष्टान्तः. इदानीं मूलवाक्यं पुनः उक्त्वा तत्र यदा वयम् अनुमानवाक्यं निर्मीयते अस्माभिः निर्मीयते तत्र भागचतुष्टयं भवेत्. के के इत्युक्ते पक्षः भवेत्, साध्यं भवेत्, हेतुः भवेत्, दृष्टान्तः अपि भवेत् इति दत्तमस्ति. प्रायः तस्य विवरणम् अग्रे भवति. हनुमानस्य बोधनार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं परिशीलयाम. पर्वतः अत्र एतदेव शास्त्रे वदन्ति हनुमानस्य उदाहरणरूपेण पर्वतः वह्निमान् धूमात् यथा महानसम् इति. पर्वतः अत्र अस्मिन् वाक्ये पर्वतः पक्षः यत्र साधयितुम् इच्छामः सः पक्षः. अग्रे पठित्वा वदामि. इत्युक्ते पर्वते साधयितुम् इच्छामः. किं साधयितुम् इच्छामः? वह्निं साधयितुम् इच्छामः. तदर्थं वह्निः साध्यः. वह्निं साधयितुम् इच्छामः कुत्र? पर्वतरूपिपक्षे. पर्वतः पक्षः. अधुना धूमः हेतुः कारणं यथा महानसम् इति दृष्टान्तः. महानसम् इत्युक्तौ पाकशाला. महानसे धूमः अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः. तदर्थं दृष्टान्तत्वेन उपयुज्यते. आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महानसे इति अनुमानप्रयोगः. हा, पूर्वस्मिन् परिच्छेदे उक्तमासीत् चत्वारः भागाः भवेत् अनुमानवाक्ये. पक्षः, साध्यं, हेतुः, दृष्टान्तः इति. तस्य विवरणार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं स्वीकृत्य तेषां विवरणं दत्तमस्ति. अत्र पक्षः इत्युक्ते किम् इति चेत् यद् वयं साधयितुम् इच्छामः तद् यत्र वर्तते तदेव पक्षः इति. अस्मिन् वाक्ये वयं किं साधयितुम् इच्छामः इत्युक्ते पर्वते वह्निः अस्ति इति एव अस्माकं लक्ष्यम्. अतः वह्निः इति एव पर्वते वह्निः अस्ति इति एव अस्माकं लक्ष्यम्. अत्र वह्निः एव साध्यः इत्युक्ते यद् वयं साधयितुम् इच्छामः तदेव साध्यः. अस्मिन् वाक्ये वह्निः एव साध्यः. तद् वह्निः कुत्र वर्तते? वह्निः एवमेव स्वयमेव कुत्रापि न वर्तते. तस्य आश्रयः यत्किमपि भवेत्येव. अस्मिन् उदाहरणे पर्वतः इति वह्निमान् इति उक्तम्. अतः पर्वतः एव पक्षः. किमित्युक्ते यद्वयं साधयितुमिच्छामः वह्निः तत् पर्वते अस्ति इति इत्येव वयं साधयितुमिच्छामः इति कृत्वा पर्वतः पक्षः, वह्निः साध्यः. धूमात् इति पञ्चम्यां दत्तमस्ति इति कृत्वा तदेव हेतुः अत्र धूमादित्य हेतुपञ्चमी हेतु तदेव हेतुः हेतुः इति किं किमर्थं वदामश्चेत् पर्वते वह्निः साक्षात् न दृश्यते केवलं धूमः एव दृश्यते तत् धूमं दृष्ट्वा पर्वते वह्निः अस्ति इति वयं अस्माभिः अनुमीयते इति कृत्वा धूमः एव तत्र हेतुः भवति तत् धूमं दृष्ट्वा पर्वते वह्निः अस्ति इति कथं वयं वक्तुं शक्नुमः इत्युक्ते यथा महानसम् इति दृष्टान्तः अपि दातव्यं महानसः इत्युक्ते पाकशाला पाकशालायां वयं सर्वे दृष्टवन्तः धूमः अपि अस्ति अपि च तस्य कारणीभूतवह्निः अपि वयं साक्षात् द्रष्टुं शक्नुमः वह्निः अपि पाकशालायां दृश्यते धूमः अपि पाकशालायां वय अस्माभिः दृश्यते अपि च वन्यात् धूमः उत्पद्यते इत्यपि वयं साक्षात् पाकशालायां दृश्यति इति कृत्वा तत् दृष्टान्तम् उपयुज्य यद्यपि पर्वते साक्षात् वह्निः न दृश्यते किन्तु धूमः दृश्यते इति कारणात् यथा महानसे वयं दृष्टवन्तः तदा अत्रापि वह्निः भवेत् नो चेत् धूमः न उत्पद्यते इति वयं पर्वते वह्निः अस्ति इति अनुमानं कर्तुं शक्नुमः इति एव बहु उत्तमं महोदय तत्र बहु स्पष्टम् आसीत् सुनील् महोदय अवगतवान् वा तत्र प्रश्नः अस्ति वा प्रश्नः नास्ति अहं पुनः वदामि वा अत्र हा वदतु अत्र पक्षः इति साध्यः इति अत्र द्वयमस्ति इत्युक्ते किं साधयितुम् इच्छति तद् साध्यः कुत्र इति प्रश्नः अस्ति चेत् तद् पक्षः इति अतः अत्र उदाहरणमस्ति पर्वतः वह्निमान् इति तद् धूमात् दृश्यते इति इत्युक्ते अत्र धूमः हेतुः अथवा कारणम् इति अतः वह्निः इति साध्यः पर्वतः इति पक्षे अस्ति धूमः इति हेतुः अपि अस्ति अतः अत्र अनुमानम् अस्ति पर्वते धूमः अस्ति चेत् तत्र वह्निः अपि अस्ति इति अत्र अनुमानप्रयोगः यतोहि तत्र पूर्वं तादृश तादृशं वयं पाकशालायां दृष्टवन्तः इति कृत्वा पाकशालायां वह्निः अपि अस्ति धूमः अपि अस्ति इति कृत्वा तद्वत् इदानीं पर्वते अपि अस्ति इति अनुमीयते उत्तमं महोदय तर्हि भवान् एव अग्रे पठतु तर्हि पर्वतरूपिपक्षे वह्निं साधयामः यत् साधयामः तत् साध्यम् अतः अत्र वह्निः साध्यः धूमः कारणं महानसं दृष्टान्तः पक्षः साध्यं हेतुः दृष्टान्तः इति चत्वारः भागाः अनुमानप्रयोगे अत्र इदानीं अस्मिन् उदाहरणे यत् साधयामः तत् साध्यमिति वयं दृष्टवन्तः अतः अत्र वह्निः साध्यः कारणमस्ति धूमः दृष्टान्तः अस्ति महानसमिति अतः पूर्वमपि पूर्वमेव वयं दृष्टवन्तः अत्र चत्वारः भागाः अनुमानप्रयोगे सन्ति इति ते सन्ति पक्षः साध्यं हेतुः दृष्टान्तः इति प्रकृते आश्रयनाश अजन्यगुणना सह इति पक्षः, यत्र साधयितुम् इच्छामः सः पक्षः, समानाधिकरणगुणजन्यः साध्यः, आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः, पाकजरूपनाशवत् इति दृष्टान्तः, यदा पर्वतः तदा आश्रयनाश अजन्यगुणनाशः इत्युक्तौ आश्रयनाशः यत्र न जातः किन्तु तदाश्रितगुणस्य नाशः जातः, तादृशनाशरूपपदार्थः यथा पर्वतः इति पदार्थः, अयमेव पदार्थः पक्षः, अतः तस्मिन् प्रदर्शयितुम् इच्छामः यत् साध्यमस्ति। तस्मिन् पदार्थे आश्रयनाशजन्यगुणनाशः इति पदार्थे हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानप्रयोगः। यदा पर्वते वह्निः साक्षात् न दृष्टः किन्तु साधयितुम् इच्छामः, पर्वते वह्निः अस्ति, पर्वतः वह्निमान् इति। एवमेव संयोगनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साधयितुम् इच्छामः। अत्र इदानीं अत्र चत्वारः भागाः सन्ति इति वयं दृष्टवन्तः, तान् उपयुज्य अत्र आश्रयनाशगुणजन्य आश्रयनाश अजन्यगुणनाशः इति पक्षः तत्र साधयितुम् इच्छामः। अत्र समान अधिकरणगुणजन्यः साध्यः इति तृतीयभागः अस्ति। अत्र आश्रयनाशजन्यगुणनाशत्वात् इति हेतुः, चत्वारः अस्ति दृष्टान्तः, पाकजरूप नाशवत् इति। अतः अत्र आश्रयनाशजन्यगुणनाशः पर्वतः इति, पर्वतसदृशम् इत्युक्तौ आश्रयनाशः यत्र न जातः किन्तु तदाश्रितगुणस्य नाशः जातः, आश्रयनाशः यत्र न जातः परन्तु तदाश्रितगुणस्य नाशः जातः, तदेव वयम् अत्र पूर्वमेव दृष्टवन्तः। अत्र तादृश नाशरूपपदार्थः एव अस्ति अत्र, यदा पर्वतः इति पदार्थः, अयमेव पदार्थः पक्षः, अतः तस्मिन् प्रदर्शयितुम् इच्छामः तत् साध्यमस्ति। तस्मिन् पदार्थे आश्रयनाशजन्यगुणनाशः इति पदार्थे हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानप्रयोगः। अत्र पुनः पर्वतः वह्निः धूमः इति स्वीकृत्य अत्र पक्षः इति पर्वतः आसीत् पूर्वस्मिन् उदाहरणे, अतः अत्र पक्षः हेतुः अनन्तरं साध्यः ते त्रयः सन्ति, तद् तेषाम् उपयोगेन अत्र अनुमानप्रयोगः कर्तुं शक्नुमः इति। इत्युक्ते पक्षः अस्ति, हेतुः अस्ति, अतः साध्यं वक्तुं शक्नुमः इति अनुमाने। पक्षः अस्ति, हेतुः अस्ति इति न, पक्षे हेतुः अस्ति इति कृत्वा साध्यमपि अस्ति इति वक्तुं शक्नुमः। यथा तत्र तत्र पक्षः अस्ति पूर्वं, तत्र पर्वतः वह्निमान् धूमात् यथा महानसमिति प्रसङ्गे तत्र पर्वतः इति अस्माकं पक्षः अस्ति, पक्षे किं साधयितुम् इच्छामः तदस्ति, यत्र साधयितुम् इच्छामः तदस्ति पक्षः इदानीं पर्वतः पक्षे किं साधयितुम् इच्छामः तदस्ति साध्यम् अत्र वन्यमान् इति तर्हि पर्वतः वन्यमान् इति साधयितुम् इच्छामः वयं खलु तर्हि तत् हेतुः अस्ति धूमात् इत्युक्ते हेतुः अस्ति चेत् वह्निः अपि अस्ति इति वयं वक्तुं शक्नुमः यतोहि तत्र दृष्टान्तः तत्र अस्ति पूर्वं तथा महानसे इत्युक्ते पाकशालायां यत्र वन् धूमः आसीत् तत्र वह्निः अपि आसीत् इति कृत्वा तत्र पक्षे इत्युक्ते पर्वते इदानीं वयं धूमः पश्यामः चेत् इत्युक्ते हेतुः पश्यामः चेत् तत्र वह्निः अपि अस्ति इति अनुमानं कर्तुं शक्नुमः इति इत्युक्ते पक्षे हेतुः अस्ति चेत् साध्यमपि अस्ति इति अस्माभिः अनुमीयते. अग्रे अपि तदेव किल अत्र अस्मिन् परिच्छेदे तदेव इदानीं संयोगनाशस्य विषये किमस्ति अत्र अत्र एवमेव संयोगनाशः इति पक्षः समान अधिकरणं गुणजन्यः इति साधयितुम् इच्छामः तत्र किमर्थं तत्र संयोगनाशः इति पक्षः इति अस्ति तत्र प्रकृतवाक्ये किम् आसीत् तत्र अस्माकं मूलवाक्यं किम् आसीत् विभागस्य वा अथवा अस्माकं न अस्मिन् सन्दर्भे तत्र यस्य विषये वयम् इदानीं आश्रयनाश अजन्य इति वा आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूप नाशवत् तत्र इदानीं पक्षः कः साध्यः कः हेतुः कः अपि च दृष्टान्तः कः अत्र पक्षः इति आश्रयनाशः यत्र न जातः किन्तु तदाश्रितगुणस्य नाशः जातः इति अतः अत्र आश्रयनाशजन्य गुणनाशत्वात् इति न तद् हेतुः भवति क्षम्यता तर्हि मम पूर्वप्रश्नः आसीत् तत्र अस्मिन् परिच्छेदे प्रथमवाक्यं पश्यामः चेत् तत्र अस्ति आश्रयनाशाजन्यगुणनाशः इति पक्षः इति तत्र अन्तिमवाक्ये अस्ति संयोगनाशः इति पक्षः इति तद्वयमपि समानं वा न वा भवतः चिन्तनं किम् इति एव मम प्रश्नः आसीत् एवमेव संयोगनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साधयितुम् इच्छामः इत्युक्ते अत्र अस्माकं लक्ष्यमस्ति संयोगनाशः विभागः इति अतः अत्र संयोगनाशः समानाधिकरण गुणजन्यः इति अस्माकं लक्ष्यमस्ति न मम प्रश्नः किञ्चित् भिन्नः महोदय मम प्रश्नः आसीत् तत्र प्रथमवाक्ये अस्ति आश्रयनाशजन्यगुणनाशः इति पक्षः अन्तिमवाक्ये अस्ति संयोगनाशः इति पक्षः तर्हि पक्षद्वयमस्ति वा अथवा न वा भवतः चिन्तनं किम् इत्युक्ते आश्रयनाशजन्यगुणनाशः अपि च संयोगनाशः तयोः मध्ये कीदृशसम्बन्धः इति संयोगनाशः आश्रयनाशजन्यगुणनाशः शुकोन महोदय भवान् किञ्चित् सहायं कर्तुं शक्नोति वा आं प्रयत्नं करोमि भगिनि. आश्रयनाश अजन्यगुणनाशः एव संयोग नाशः तदेव एकनिमिषम् आश्रयनाश अजन्यगुणनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साध्यम् असाध्यः आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः पाकजरूपनाशवत् इति दृष्टान्तः. तदेव प्रश्नः आसीत् वा नो चेत् अन्यप्रश्न? मम प्रश्नः आसीत् तत्र प्रथमवाक्ये आश्रयनाशाजन्यगुणनाशः इति पक्षः इति अस्ति खलु अस्मिन् परिचये. आम् आम्. अन्तिमवाक्ये संयोगनाशः इति पक्षः इति अस्ति. तर्हि तयोः मध्ये तत्र पक्षद्वयमस्ति वा अथवा किम् इति अत्र इत्युक्ते आश्रयनाशाजन्यगुणनाशः संयोगनाशः तयोः मध्ये कः भेदः अथवा कः सम्बन्धः? हा भेदः नास्ति. आश्रयनाश अजन्यगुणनाशः इति एव संयोगनाशः. अत्र गुणनाशः इति आश्रयनाश अजन्यगुणनाशः कस्य गुणस्य नाशः इत्युक्ते संयोगस्य नाशः इत्येव स्वीकर्तव्यम्. कीदृशसंयोगनाशः इत्युक्ते आश्रयनाश अजन्य इत्युक्ते संयोगः यस्मिन् वर्तते यस्मिन् आश्रितम् आसीत् तस्य नाशं विना संयोगस्य नाशः भवति इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति मूलवाक्ये उक्तमासीत्. तत्तु संयोगनाशः एव सूचयति. तावदेव इत्युक्ते आश्रयनाशाजन्यगुणनाशः संयोगनाशः द्वयोः अपि समानः एव तावदेव. अवगच्छति वा महोदय? सुनील महोदय. आमाम् इदानीम् आगच्छ. अत्र घटपटयोः मध्ये एवं तादृशम् अस्ति आसीत् घटः पटात् वयम् आनयामि आनयामः चेत् तत्र संयोगनाशः भवति. तदेव आश्रयनाश अजन्यगुणनाशः इति दृष्टवन्तः. इत्युक्ते अत्र घटस्य नाशः न अभवत् पटस्य अपि न अभवत् परन्तु संयोगनाशः भवति. इदानीम् अवगतम्. उत्तमं. तर्हि शुकान महोदय भवान् अग्रे पठति वा? वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम् इति वक्तव्यं. समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम् इच्छामः. इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे. समानाधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाश अजन्यगुणनाशः इति पक्षः. तस्मिन् च पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः. आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः. पर्वते वह्निं साधयामः इति यथा तथैव आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं नाम संयोगनाशे विभागजन्यत्वं. विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम्. पूर्वस्मिन् परिचये आश्रयगुण आश्रयनाश अजन्यगुणनाशः इति पक्षः अस्माकं प्रकृते चर्चायां संयोगनाशः एव इति वयं दृष्टवन्तः. इदानीं साध्यं किम् इति स्वीकृत्य तत्र मूलवाक्ये समानाधिकरणगुणजन्यः इति दत्तमस्ति. किन्तु समानाधिकरणगुणजन्यत्वम् इत्येव साध्यम् इति वक्तव्यम् इति अत्र दत्तमस्ति. किमर्थम् इत्युक्ते समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम् इच्छामः वयम्. एतत् अनुमानेन किं साधयितुम् इच्छामः? विभागः इति गुणः संयोग नाशकः, तदेव लक्षणवाक्ये लक्षणवाक्ये अपि आसीत्. संयोगनाशको गुणः विभागः इत्येव लक्षितं विभागस्य. किन्तु तत् कथं वयं जानीमः इत्युक्ते अनुमानेन एव, तद् अनुमानमेव, अनुमानवाक्यमेव वयम् इदानीं दृश्यमानः सन्ति. तत्र समानाधिकरणगुणजन्यः इति स्थले समानाधिकरणगुणजन्यत्वम् इति तस्य भावः एव वक्तव्यम्. किमर्थम् इत्युक्ते उद्देश्यविधेयभावम् एव वयं साधयितुम् इच्छामः इति कृत्वा समानाधिकरणगुणजन्यत्वम् इत्येव वक्तव्यं. नो चेत् समानाधिकरणगुणजन्यः इत्युक्ते तत् केवलं एकस्य विभागस्य एव सूचितं भवति. एकः व्यक्ति एकस्मिन् स्थले संयोगः आसीत् इति चेत् ततः विभक्तम् अस्ति चेत् तत्र विभागः इति गुणः उत्पद्यते, तदेव सूचितमासीत्. किन्तु वयं यदा अनुमानेन अनुमानरूपेण वाक्यं निर्माणं कुर्मश्चेत् तत्र तद्वाक्यम् उपयुज्य सर्वत्र यत्र यत्र विभागः भवति तत्र तत्र अस्मिन् वाक्येन वयं विभागः तत्र उत्पद्यते, तेन कारणेन संयोगः नश्यति इति अनुमातव्यं चेत् तत्र भावमेव वक्तव्यम्. इत्युक्ते समानाधिकरणगुणजन्यत्वम् इत्येव साध्यम् इति भवेत्. सम्यक् रीत्या अहं न उक्तवान् किन्तु अवगच्छामि. हा हा न महोदय, सम्यक्तया एव उक्तवान्. तत्र यद् भवान् उक्तवान् तत् सम्यक् एव आसीत्. तत्र सुनील् महोदय भवान् अपि अवगतवान् खलु? तदहं वक्तुं न शक्नोमि इत्युक्ते अवगमनम् अभवत् वा प्रथम? अवगमनम् अभवत्, परन्तु पुनः वक्तुं क्लेशः इति चिन्तयामि अत्र. तत्र इत्युक्ते अत्र अत्र गुणजन्यत्वमेव स्वीकुर्मः. समानाधिकरणगुणना जन्यः इति न वदामः इति एव सारांशः किल? हा सत्यम्. इत्युक्ते विभागेन तत्र तत्र संयोगनाशः जायते इति एव खलु? विभागजन्यः अस्ति संयोगनाशः, तर्हि विभाग संयोगनाशे विभागजन्यत्वम् अस्ति इत्येव, तावदेव. अस्तु तर्हि अग्रे इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे सत्यम्. इत्युक्ते तत्र तत्र संयोगनाशः विभागः इति चिन्तयामः चेत् किञ्चित् सौलभ्यमस्ति. अत्र संयोगनाशः विभागजन्यः इत्युक्ते संयोगनाशः विभागेन जायते, तर्हि संयोगनाशः विभागजन्यः, तर्हि संयोगनाशे विभागजन्यत्वम् अस्ति. तर्हि इदानीं संयोगनाशः इत्युक्ते किं? संयोगनाशः इत्युक्ते आश्रयनाशाजन्यगुणनाशः. विभागजन्यः इत्युक्ते समानाधिकरणगुणजन्यः. तर्हि आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः अस्ति. आश्रयनाशाजन्यगुणनाशे इत्युक्ते संयोगनाशे समानाधिकरणगुणजन्यत्वम् इत्युक्ते विभागजन्यत्वम् अस्ति. सम्यक् भगिनि, इदानीम् अवगतं. इत्युक्ते समानाधिकरणगुणजन्यत्वं संयोगनाशे इति विभागः इति गुणः यस्मिन् आश्रितम् अस्ति तस्मिन् यत् संयोगः आसीत् तस्य नाशः इति जन्यत्वं. सत्यम् इत्युक्ते तत्र पर्वतः वह्निमान् इत्यत्रापि तदेव अस्ति खलु. वस्तुतः पर्वतः वह्निमान् इत्युक्ते किं, पर्वते वह्निः अस्ति इत्येव. तद्वत् अत्रापि तत्र आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते आश्रयनाशाजन्य क्षम्यताम् आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् अस्ति इत्येव. आश्रयनाशगुण नाशे समानाधिकरणगुणजन्यत्वम् अस्ति. समानाधिकरणगुणजन्यत्वम् इति साध्यम्, आश्रयनाश अजन्यगुणनाशः इति पक्षः. तत् इदानीं प्रायः अवगमनमस्ति, मम अवगमनमस्ति. तस्मिन् च पक्षे साध्यमस्ति इति साधयितुम् इच्छामः. यदा तत्र हेतुः अस्ति. तस्मिन् च पक्षे इत्युक्ते आश्रयनाश अजन्यगुणनाशे साध्यम् अस्ति इत्युक्ते समानाधिकरणगुणजन्यत्वम् अस्ति इति वयं साधयितुम् इच्छामः. सत्यम्. आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुण गुणजन्यत्वं साधयामः. ओ, तदेव अग्रे दत्तमस्ति. पर्वते वह्निं साधयामः इति यथा, तथैव आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं. यथा पर्वते वयं वह्निं साधयामः, तत्र पर्वतः पक्षः वह्नि साध्यः, तथा आश्रयनाश अजन्यगुणनाशे इत्युक्ते आश्रयनाश अजन्यगुणनाशः एव पक्षः, समानाधिकरणगुणजन्यत्वम् एव साध्यम्. नाम संयोगनाशे विभागजन्यत्वम्. अत्र अस्मिन् सन्दर्भे आश्रयजन्य अजन्यगुणनाशः इत्युक्ते संयोगनाशः एव, तदेव पक्षः. समानाधिकरणगुणजन्यत्वम् इत्युक्ते विभागजन्यत्वं, तदेव साध्यम्. विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम् इति तावत्पर्यन्तम्. इदानीं पक्षः किम् इति अवगतं, साध्यं किमिति अवगतम्. तत्र मूलवाक्ये किञ्चित् परिवर्तनं कृत्वा समानाधिकरणगुणजन्यः इति स्थले समानाधिकरणगुणजन्यत्वम् इति अवगन्तव्यम्. सत्यं. तर्हि इदानीं तत्र हेतुः विषये अस्ति अग्रे, तदपि पठतु महोदय, तदनन्तरं प्रायः अद्य स्थगयामः. अस्तु. आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः. अत्रापि किञ्चित् परिवर्तितम्. आश्रयनाशगुणजन्यनाशत्वात् इति मूलवाक्ये आसीत्, किन्तु अत्र आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः. यथा धूमः अत्र प्रकृते, किन्तु किञ्चित् वैशिष्ट्यम् एकक्षणम् अत्र, तत्र वस्तुतः परिवर्तनं न अभवत्, यतोहि तत्र हेतुः अस्ति. तत्र पर्वतस्य वाक्ये अपि पर्वतः वह्निमान् धूमात् इति यदा अस्ति, अत्र हेतुः धूमः एव. धूमात् इति तत्र हेतुपञ्चमी अस्ति वस्तुतः खलु. तद्वत् एव अत्रापि आश्रयनाशजन्यगुणनाशत्वात् इति अत्र हेतुपञ्चमी वाक्ये, परन्तु हेतुः तु आश्रयनाशजन्यगुणनाशत्वम् इति एव, यथा धूमः अस्ति. मया दोषेण उक्तम्. आश्रयनाश गुणजन्यनाशत्वम् इति हेतुः आश्रयनाशगुण आश्रयनाश अजन्यगुणनाशत्वात् यथा धूमात् अस्मिन् उदाहरणे तद्वत् आश्रयनाश अजन्यगुणनाशत्वात् तदेव हेतुः. अत्र किञ्चित् वैचित्र्यं वर्तते इत्युक्ते यतोहि पर्वतः वन्यमान् धूमात् इत्यस्मिन् पर्वत इति पक्षः भिन्नवस्तु धूमश्च तस्मात् भिन्नवस्तु. आम् परञ्च आश्रयनाश अजन्यगुणनाशः इति पक्षः आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः नाम पुनः तदेव तस्यैव धर्मः हेतुरूपेण उक्तम्. कुत्रचित् अनुमानेषु तथा भवति. उदाहरणार्थं वह्निः उष्णः वह्नित्वात् नाम वह्नौ उष्णत्वम् अस्ति. कथं जानीमः? यतोहि तस्मिन् वह्नौ वह्नित्वम् अस्ति. तत्र तर्हि तत्र अनुमानप्रयोगः कः? वह्नि उष्णः वह्नित्वात्. इदानीं यतोहि उदाहरणे पर्वतो वह्निमान् धूमवत् धूमत्वात् इति स्थितौ तत्र पक्षः तु पर्वतः हेतुः तु धूमः. तौ भिन्नौ इत्युक्ते पक्षः इति पर्वतः इति भिन्नपदार्थः धूमः इति भिन्नपदार्थः. द्वयमपि वयं द्रष्टुं शक्नुमः. दृष्ट्वा यदा पर्वते धूमः अस्ति तेन कारणेन वयम् अनुमातुं शक्नुमः पर्वते वह्निः अस्ति इति. तत्र पक्षः भिन्न पदार्थः, हेतुः भिन्नपदार्थः. किन्तु अस्मिन् सन्दर्भे प्रकृतसन्दर्भे पक्षः अपि च हेतुः द्वयमपि समानम् एव. आश्रयनाश अजन्यगुणनाशः एव पक्षः. आश्रयनाश अजन्यगुणनाशत्वात् इति तदेव नाशत्वम् इति तदेव हेतुः. इत्युक्ते कथं तद् भवितुम् अर्हति इति पृष्टे सति कुत्रचित् तादृशं भवति इति दत्तमस्ति. तस्य उदाहरणं वह्निः उष्णः वह्नित्वात् इति वयं वाक्यं निर्माणं कुर्मश्चेत् वह्निः उष्णः वह्नौ औष्ण्यम् अस्ति इति वयं सर्वे जानीमः लोकप्रसिद्धं. तत् किमर्थम् इत्युक्ते वह्नित्वात् किमर्थमित्युक्ते वह्नेः स्वभावः एव औष्ण्यम् इति कृत्वा यत्र यत्र वह्निः अस्ति तत्र तत्र औष्ण्यं वर्तते एव इति स्वरूप औष्ण्यं वह्नेः स्वरूपम् इति कृत्वा वह्नित्वात् वह्निः उष्णः इति अपि वयं वक्तुं शक्नुमः. तादृशम् अत्रापि आश्रयनाश अजन्यगुणनाशः इति पक्षः. तदेव पक्षः आश्रयनाश जन्यगुणनाशत्वम् इति हेतुरूपेण स्वीक्रियते. तत् किमर्थम् इत्युक्ते संयोगनाशको गुणः विभागः इत्येव विभागस्य स्वरूपम् उक्तम् इति कारणात् प्रायः तादृशं वक्तुं शक्नुमः इति अहं चिन्तयामि. तत्सर्वम् इदानीं किञ्चित् अग्रे आगच्छति महोदय, प्रकृतं कथं तथा भवति इति. परन्तु एतावत् पर्यन्तम् एतदवगन्तव्यम् अस्माभिः यत् तत्र अनुमानप्रसङ्गे तादृशवैचित्र्यं वर्तते. इत्युक्ते पर्वतः धू वह्निमान् धूमात् इति यदा वदामः तत्र तु पक्षः हेतुः तयोः मध्ये तत्र समान समानता न दृश्यते. परन्तु एतस्मिन् उदाहरणे तत्र वह्निः वह्निः उष्णः वह्नित्वात् इति प्रसङ्गे तु तत्र तादृशं वह्निः वह्नित्वम् इति तत्र हेतुपक्षयोः मध्ये तत्र किञ्चित् साम्यं वर्तते इति इति अवगन्तव्यं. तत् कथं तत्र कीदृश अनुमाने तथा भवति, कीदृश अनुमाने तथा न भवति इति अग्रे वयं परिशीलयामः. अस्तु, एतावत्पर्यन्तं सम्यक्? अस्तु, तर्हि धन्यवादः. आगामिकक्षायां मेलिष्यामः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.